पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 58 विष्णुरुवाच क्रीडाप्रयुक्तासु वनं प्रविष्टा वैश्यस्य भार्या सुकला सुतन्वी ददर्श सर्वं गहनं मनोरमं तामेव पप्रच्छ सखीं सदीसा अरण्यमेदत्प्रवरं सुपुण्यं दिव्यं सखे कस्य मनोभिरामं सिद्धं सुकामैः प्रवरैः समस्तैः पप्रच्छ हर्षात् सुकला सखीं तां क्रीडोवाच ये दद्वनं दिव्यगुणैः प्रयुक्तम् सिद्धस्वभावैः परिभावनेन पुष्पाकुलं कामफलोपयुक्तं विपश्य सर्वं मकरध्वजस्य एवं वाक्यं तदश्रुत्वा हर्षेण महतान्विता समालोक्य महद्वृत्तं कामस्य च दुरात्मनः वायुना नीयमानं तं समाख्रादिनसौरभं वादिवायुस्वभावेन सौरभेण समन्वितः तद्बाणो विशतेनासां यथा तथा सुलीलया सा गन्धं नैव गृह्णादि पुष्पाणां च वरानना न चास्वादयदे साधु सुरसां सा महासदी स सखा कामदेवस्य रममाणो विनिर्जितः लज्जितः पराङ्मुखो भूत्वा भूं पपादलवच्छदैः फलेभ्यो हि सुपक्वेभ्य पुष्पमञ्जरिसंस्कृतः लवरूपोपदद्भूमौ रसस्त्वेष तयाजिदः मकरन्दसुदीनात्मा फलाद्भूमिं ततः पुनः भक्ष्यदे मक्षिकाभिश्च यथा मृदोरणे तथा मक्षिका भक्ष्यमाणस्तु प्रवाहेन प्रयाति सः मन्दं मन्दं प्रयात्येव तं हसन्ति जपक्षिणः नानारुदै प्रचलन्ति सुखमानन्दनिर्भरैः प्रीत्या शकुनयस्तत्र वनमध्यनगस्थिताः सुकलया जितो ह्येष निम्नं पन्थानमाश्रितः प्रीत्या समेदारधि कामभार्या गत्वा ब्रवीत् सा सुकलां विहस्य स्वस्त्यस्तु ते स्वागतमेव भद्रे रमस्वप्रीत्या नयनाभिरामम् ते रूपमिष्टममलमिन्द्रस्यापि महात्मनः यदेष्टं ते तदा ब्रूहि समानेष्येन संशयः सूद उवाच वदन्त्यौ ते स्त्रियौ दृष्ट्वा श्रुत्वोवाच सुभाषितं रतिं प्रति गृहीत्वा मे गदो भर्ता महामतिः यत्र मे तिष्ठदे भर्ता तत्राहं पदि संयुता तत्र कामश्च मे प्रीतिरयं कायो निराश्रयः द्वे अप्युक्तं समाकर्ण्य रदिप्रीदी विलज्जिते व्रीडमाने गदे ते द्वे यत्र कामो महाबलः ऊचतुस्तं महावीरमिन्द्रकाय समाश्रितं चापमाकर्षमाणं तं नेत्रलक्ष्यं महाबलम् दुर्जयेयं महाप्राज्ञत्यज पौरुषमात्मनः पदि कामा महाभागा पदिव्रता सदैव सा काम उवाच अनया लोक्यते रूपमिन्द्रस्यास्य महात्मनः यदि देवी तदा चाहं हनिष्यामि न संशयः अथ वेषधरो देवो महारूपः सुराधिपः स तयानुगतस्तूर्णं परया लीलया तदा सर्वभोगसमाकीर्ण सर्वाभरणशोभितः दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः तयारत्या समायादो यत्रास्ते परिदेवता प्रत्युवाच महाभागां सुकलां सत्यचारिणीं पूर्वं दूरी समक्षं ते प्रीत्या च प्रहिता मया कस्मान्नमन्यसे भद्रे भजन्तं त्वामिहागतं सुकलोवाच रक्षायुक्तास्मि भद्रं ते भर्तुपुत्रैर्महात्मभिः एकाकिनी सहायैश्च नैव कस्य भयं मम शूरैश्च पुरुषाकारैः सर्वत्र परिरक्षिता नादिप्रस्तावये वक्तुं व्यग्रा कर्मणि तस्य च यावत्प्रस्यं ददे नेत्रं तावत्कालं महामदे भवान् न लज्जते कस्माद्रममाणो मया सह भवान् को हि समायादो निर्भयो मरणादपि इन्द्र उवाच त्वामेवं हि प्रपश्यामि वनमध्ये समागतां समाख्यातास्त्वया शूरा भर्तुश्च तनयाः पुनः कथं पश्याम्यहं तावद्दर्शयस्व ममाग्रतः सुकलोवाच सनिजसकलवर्गस्याधिपत्ये निवेश्य धृतिमधिगति बुद्ध्यैक्यैस्तु सम्न्यस्य सत्यम् अचलसकलधर्मो नित्ययुक्तो महात्मा मदनसबलधर्मात्मा सदा मां जुगोप मामेवं परिरक्षदे दमगुणैः शौचैस्तु धर्मः सदा सत्यं पश्य समागतं मम पुर शान्तिक्षमाभ्यां युतं बोधश्चादिमहाबलप्रधुयशा यो मां न मुञ्जेत् कदा बद्धाहं दृढबन्धनैः स्वगुणजैः सान्निध्यमेवं गतः रक्षायुक्ता कृता सर्वे सत्याद्या मम साम्प्रतं धर्मलाभाधिका सर्वे दमबुद्धिपराक्रमाः मामेवं हि प्ररक्षन्ति किं मां प्रार्थयसे बलाद को भवान् निर्भयो भूत्वा दूत्या सार्धं समागतः सत्यं धर्मस्तथा पुण्यं ज्ञानाद्या प्रबलास्तथा मम भर्तुसहायैश्च ते मां रक्षन्ति वेश्मनि अहं रक्षायुधा नित्यं दमशान्तिपरायणा न मां जेतुं समर्थश्च अपि साक्षाच्छचीपतिः यदि वा मन्मथो वापि समागच्छति वीर्यवान् दंशिताकं सदा सत्यं सत्यकेनैव नान्यथा निरर्थकास्तस्य बाणा भविष्यन्ति न संशयः त्वामेवं हि हनिष्यन्ति धर्मादयो महाभडाः दूरं गच्छ फलायत्वमत्र मा तिष्ठसाम्प्रतम् वार्यमाणो यदा तिष्ठेर्भस्मीभूतो भविष्यसि भर्त्रा विना निरीक्षेद मम रूपं यदा भवान् यथा दारु दहेदग्निस्तथा दक्ष्यामिनान्यथा एवं श्रुत्वा सहस्राक्षो मन्मथस्यापि सम्मुखं पश्य पौरुषमेधस्यायुध्यस्व निजपौरुषैः यथा गदास्तथा सर्वे महाशापभयातुराः स्वस्वं स्थानं महाराज इन्द्राद्या प्रययुस्तदा गदेषु तेषु सर्वेषु सुकला सा पतिव्रता स्वगृहं पुण्यसंयुक्ता पदिध्यानेन चागता स्वगृहं पुण्यसंयुक्तं सर्वतीर्थमयं तदा सर्वयज्ञमयं राजन् सम्प्राप्ता पदिदेवता इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने सुकलाचरित्रे षट्पञ्चाशत्तमोऽध्यायः ओ